सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति तुतादिगणः इति विषयः अनुवर्तते. तत्र इगन्तधातूनां चर्चा जायमाना अस्ति. अत्र वस्तुतः तुतादिगणे श इति विकरणप्रत्ययः, तुतादिभ्यः श इत्यनेन श इति विकरणप्रत्ययः विधीयते. तत्र श इति प्रत्ययस्य स्वभावं पश्यामः चेत् श इति प्रत्ययः अपित् अस्ति इति कृत्वा तत्र सार्वधातुकम् अपित् इत्यनेन निद्वद् भवति. तर्हि किणिति च इति सूत्रेण गुणनिषेधः भवति. तर्हि धातुतः यदा श इति प्रत्ययः अस्ति तर्हि तत्र इगन्तधातुः अस्ति चेत् गुणनिषेधः इति सामान्यव्यवहारः अस्ति. अस्माभिः ज्ञातं यत्र यत्र प्रत्ययः नित् नित्वत् अस्ति तत्र त्रीणि कार्याणि भवन्ति. कानि तानि? गुणनिषेधः निति च इति सूत्रेण गुणनिषेधः भवति. तदनन्तरम् अदित्य अनिदितां हल उपधाया निति इति सूत्रेण नुम् आगमः भवति. नुम् आगमः भवति वा? नुम् आगमः लोपः भवति. लोपः भवति. अस्तु, लोपः भवति. लोपः भूत्वा तदनन्तरं त्रिम्फादीनां नुं वाच्य इति सूत्रेण नुम् आगमः भवति अस्मिन् गणे. अनन्तरं तृतीयं कार्यं सम्प्रसारणं. गृहि ज्या वै व्यधि वष्टि उच्यति उच्यति पृच्छति बृञ्जतीना निति च इति सूत्रेण सम्प्रसारणं भवति किति निति प्रत्यये परे. अस्तु, समीचीनं. तर्हि आहत्य त्रीणि कार्याणि, गुणनिषेधः, सम्प्रसारणम्, अनन्तरं न लोपः, अनिदिधातुः अस्ति चेत् न लोपः इति त्रीणि कार्याणि भवन्ति. एतानि कार्याणि अस्माभिः दिवादिगणे अपि दृष्टानि खलु. तर्हि नूतनं नास्ति, अस्मिन् गणे अपि प्रत्ययः अपित्वात् एतानि कार्याणि भवन्ति. तर्हि धातुः ईगन्तः अस्ति चेत् तत्र गुणनिषेधः भवति इति सामान्यव्यवहारः. परन्तु अस्मिन् गणे विशेषः वर्तते, यतोहि श इति प्रत्ययः अजादिः इति कृत्वा तत्र अचिष्णु धातु ब्रुवां युवर् यङ् वङ्गौ इति सूत्रस्य प्रसङ्गः भवति. तत्सूत्रमपि अस्माभिः अधीतमासीत् गतवर्गे. तत्र कोऽपि वदति वा सूत्रस्य सारांशः? उमा भगिनी वदतु. अचि परे श्नु धातु भ्रू भ्रू प्रातिपदिकं ब्रू अण्ड् देन् ब्रू सारि ब्रू प्रातिपदिकं देन् अत्र यकारः बकारः अस्ति चेत् इयङ् उवङ् आदेशः आगच्छति. किं यकार बकारः कुत्र? इकार उकार यकार उकार अस्ति चेत् यकार उकारः कुत्र? इकार उकार धातुरूपेण अङ्गमस्ति चेत् इयङ् उवङ् इति आदेशः भवति. यदि अजादिप्रत्ययः परः अस्ति चेत् अन्ते. उमा भगिनी अवगतं. यकार वकारः इति उक्तं खलु? यकार वकारः इति सूत्रे किमर्थम् उक्तम्? भोः इति उक्तं खलु, तस्य कः अर्थः? इट् इस् इकार उकारस्थाने क्रमेण यङ् वङ् आदेशः भवति अजादिप्रत्यये परे स्नु न मम प्रश्नस्य उत्तरं वदतु सूत्रे युवोः इति उक्तं खलु तस्य अर्थः कः धातु युवोः इत्यस्य विग्रहवाक्यं किम् द्वन्द्व इति स्म द्वन्द्व यकारः अण्ड् वकारः विग्रहवाक्यं किम् अस्ति द्वन्द्व ड्यूयल् ऐ मीन् द्विवचनं विग्रहवाक्यं वदतु विग्रहवाक्यं कथमस्ति अच्छा किं लिखितमस्ति करपत्रे पश्यतु करपत्रे योः स्नु धातु ब्रुवाम् अङ्गानां यङ् वङ्गौ अचि ओके यङ् च उवङ् च तयोः इतरेतरद्वन्द्वः यङ् उवङ्गौ मम प्रश्नः कः योः इति विशेषणधातुशब्दस्य एव यतोहि ऐ एम् नाट् एबल् टु लोकेट् मनि सोरि योः इति विशेषः खलु इश्च उश्च तयोः इतरेतरद्वन्द्वः यू तयोः युवोः अस्ति खलु येन विधि सदन्तस्य इत्यस्य अनन्तरं येन विधि सदन्तस्य इत्यनेन धातोः अन्ते इकारः उकारः स्यात् इति अर्थः तस्य अनन्तरं किमस्ति श्नुतश्च धातुश्च ब्रुश्च तयोः इतरेतरद्वन्द्वः स्नु धातु ब्रुवः तेषाम् इश उश्च तयोः इतरेतरद्वन्द्वः यु तयो द्वोः तर्हि तत्र सूत्रे यकारवकारः अस्ति खलु तर्हि तत्र भवत्या किम् उक्तं यकारः वकारः अङ्गमस्ति इति उक्तं खलु भवत्या राङ्ग् सो ई च उच तयोः इतरेतरद्वन्द्वः यु तयोः द्वोः सो अङ्गे इकारः उकारः अस्ति चेत् यङ् वङ् आदेशः सम्भवति इत्युक्ते केवलम् अङ्गे इकार उकारः अस्ति चेत् यङ् वङ्गौ सम्भवति इति नास्ति धातुः अपि भवेत् अङ्गं धातुरूपी भवेत् इत्युक्ते इदानीं तत्र अङ्गस्य अन्ते इकार उकारः अस्ति परन्तु तत्र धातुसंज्ञा नास्ति चेत् अस्य सूत्रस्य कार्यं भवति वा न भवति धातुसंज्ञा अस्ति चेत् न भवति किं धातुसंज्ञा नास्ति चेत् कार्यं भवति वा कार्यं न भवति किमर्थं न भवति कथं धातु अपि न चेत् कथं कार्यं क्रियते धातु किमर्थम् अपेक्षितम् धातुरेव परिवर्तनं करोति न इदानीम् अङ्गमस्ति इदानीम् अत्र चिन्तयतु उदाहरणार्थं धातुः अस्ति विकरणप्रत्ययः अस्ति तत् द्वयमपि योजयित्वा यथा तत्र क्रिया किं तनादिकृण्व्य उः इत्यनेन तन् इति धातुः अस्ति तनु इति अङ्गम् अस्ति तनु इति अङ्गम् तनु इति अङ्गस्य अनन्तरं तत्र अन्ति इति प्रत्ययः अस्ति तनुयोगः अन्ति अत्र अचिष्णु धातु ब्रुवां कार्यं करोति वा करोति अरुणभगिनी किं चिन्तयति तस्य धातु एव अनन्तरमेव विधीयते ततः अनु इति धातुसंज्ञा अपि अस्ति धातुसंज्ञा अस्ति अङ्गमस्ति तनुयोगः अन्ति इत्यत्र अचिष्णु धातु ब्रुवां कार्यं करोति वा न वा करोति करोति भगिनि अन्ति इति अपि अस्ति साधुताब्दकमपि नित्वत् कृत्वा इदं सूत्रम् अचिष्णु धातु ब्रुवां कार्यं करोति विनय महोदय किं चिन्तयति सनुधातु तनुधातु नास्ति तन् इति धातुः तन् योगः उ इति विकरणप्रत्ययः तनु इति अङ्गम् इदानीं तनुयोगः अन्ति उकारान्तम् अङ्गमस्ति अन्ति अतः उकारान्त अस्ति सर्वयोग अन्ति परन्तु अत्र अन्ति यण्सन्धि प्रसक्तिः अस्ति अत्र न मम प्रश्नस्य उत्तरं वदतु महोदय कृपया अचिष्णुधातु ब्रुवां कार्यं करोति वा न वा अचिष्णुधातु ब्रुवां कार्यं करोति यतः धातुः धातु अपि न अङ्ग अन्तः इकार वा उकार अस्ति धातुयोग अङ्ग तर्हि इकार उकार भवति यदि इकार उकार भवति तर्हि अचिष्णुधातुरुहाम् आधारेण आदेश भवति इयङ् वा उवङ्ग आदेशः यदि इकार अस्ति यङ् भवति उकार अस्ति तर्हि उवङ्ग भवति शोभभगिनी किं चिन्तयति भगिनी सारी देर् अतिशुधातुः न करोति बिकास् यण्सन्धि टेक्स् प्लेस् न यण्सन्धि टेक्स् प्लेस् बिकास् आफ् यण्सन्धि अतिशुधातु ब्रुवं कार्यं न करोति इति समीचीनम् उत्तरं नास्ति इति समीचीनम् उत्तरं नास्ति यण्सन्धि कार्यं करोति इति उकारः नास्ति तनु इति स्नु विकरणप्रत्ययं नास्ति भगिनि अन्यविकरणप्रत्य श्नु इति अत्र उक्तं तत्र श्नु प्रत्ययात् अङ्गं श्नु इति त्यजतु श्नु इति त्यजतु तत्र युवोः इति उक्तं खलु सूत्रे तस्य आधारेण अत्र भवति वा भगिनी तत्र शोभभगिनी वदतु शोभभगिनी वदतु तत्र तन् इति तनादिगणीयधातुः वा भगिनी आम् तत्र विकरणप्रत्ययः उ इति आगच्छति तत्र धातोः अन्ते ऊकारः नास्ति तत्र अचिष्णुधातु ब्रुवाम् इत्यस्मिन् यदि श्नु इति प्रत्ययेन उकारः भवेत् धातोः एव उकारः भवेत् उकार इकार अपि च ब्रुवाम् इति तु प्रातिपदिकं तेषु स्थलेषु अस्य सूत्रस्य प्रसक्तिः अस्ति तत्र उ इति अङ्गं तु भवति तत्र तन्योगः उ इति तनु इति परन्तु तन् धातोः अन्ते तु उकारः नास्ति खलु धातोः अन्ते तत्र धातु तत्र श्नु प्रत्ययान्त अङ्गस्य अथवा इकारान्त उकारान्त धातुरूपी अङ्गस्य तत्र अङ्गम् इति अस्ति खलु धातुरूपी अङ्गस्य इति किन्तु तदेव तत्र यत् धातोः एव उकारः इकारः भवेत् अथवा अङ्गस्य इति उक्तत्वात् तत्र प्रत्ययस्य योजनेन अपि भवितुम् अर्हति वा तत्र न भवति एव किन्तु किमर्थम् इति तत्र तनुयोगः अन्ति इति भवति चेत् तत्र इको एनर्जि इति आगच्छति कार्यं करोति न इको एनर्जि इति आगच्छति भिन्नवार्ता तदेव उमा भगिनी अपि भिन्नवार्ता परन्तु अत्र उवङ् आदेशः भवति वा न वा इति प्रश्नः न भवति न भवति तर्हि तत्र धातोः एव इकार उकारः भवेत् इति सूत्रे उक्तम् इति कृत्वा इति वा भगिनि धातुरूपी अङ्गम् अवगन्तव्यम् अहं वदामि भगिनि एकक्षणं महोदय अरुणा भगिनी वदिष्यति इदानीं एकक्षणं सूत्रे उक्तं स्नु प्रत्यय अङ्गम् अस्ति चेत् तत्रैव अजिष्टधातु कार्यं करोति तनु पुनः वदतु स्नु प्रत्यय अङ्गम् अस्ति चेत् तत्रैव अजादिप्रत्यय प्रत्ययपरे अजिष्णधातु ब्रुवं कार्यं करोति तनुविषये ऊ अस्ति पत्तु ऊ न स्नु प्रत्ययस्य रूपं केवलम् ऊ क्रयादिगणस्य ऊ अत्र स्नु नास्ति तत्र युवोः इत्यनेन भवितुमर्हति वा इति प्रश्नः प्रत्ययः इति अपि उक्तं श्नु अस्ति चेत् श्नु धातुरूपी अङ्गं तु भवितुमर्हति इदानीं युवयो इत्यत्र किमर्थं न भवति इति युवोः धातोः इति युवोः धातोः विकर्णप्रत्ययस्य योजनेन धातुसंज्ञा लुप्यते इति वक्तव्यम् तत्र विकर्णप्रत्ययस्य योजनानन्तरं तन् इति धातुः तन् योगः उ इति विकर्णप्रत्ययः तन् इत्यस्य धातुसंज्ञा अस्ति तन् इत्यस्य अङ्गसंज्ञा अस्ति वा तन् इत्यस्य अङ्गसंज्ञा नास्ति धातु अङ्गसंज्ञा अपि अस्ति धातुसंज्ञा अपि अस्ति संज्ञाद्वयं वर्तते तत्र तन्योगः उ इत्यत्र तन् इत्यस्य धातुसंज्ञा अपि अस्ति तत्र उ इति प्रत्ययं निमित्तीकृत्य तत्र अङ्गसंज्ञा अपि अस्ति परन्तु तन् इति धातुरूपी अङ्गस्य अन्ते इकारः वा उकारः अस्ति वा नास्ति अतः धातुः एव साक्षात् धातुः साक्षात् तत्र अङ्गमपि अस्ति धातुः अपि अस्ति अङ्गमस्ति तत्र इकारान्त उकारान्तः अस्ति चेदेव अस्य सूत्रस्य कार्यं यदा विकरणप्रत्ययस्य योजनं भवति तनु इति तनुयोगः अन्ति इत्यत्र तनु इत्यस्य अङ्गसंज्ञा अस्ति वा अस्ति धातुसंज्ञा अस्ति वा नास्ति किमर्थं नास्ति एकसंज्ञा अधिकारे अस्ति वा तनुविस्तारणे इति धातुसंज्ञा तनु न तनु इति अङ्गम् इति उक्तं खलु तनुयोगः अन्ति इत्यत्र तनु इत्यस्य अङ्गसंज्ञा अस्ति इति इदानीम् उक्तं तनु इत्यस्य धातुसंज्ञा अस्ति वा नास्ति वा धातुसंज्ञा नास्ति भगिनि किमर्थम् इत्युक्ते धातोः यदा वयं विकर्णप्रत्ययः योजयामः चेत् एव तनु इति आगच्छति तन् धातुसंज्ञा तन् एव तनु नास्ति या तनुविस्तारणे तत् उकारः इत् संज्ञा भवति सो तन् इति एव धातुः अस्ति यदा विकर्णप्रत्ययस्य यथा इदानीं भगिनी उक्तवती राजी भगिनी उकारस्य विकर्णप्रत्ययस्य योजनानन्तरं तत्र तनु इत्यत्र अङ्गसंज्ञा एव अस्ति धातुसंज्ञा नास्ति तत्र अन्तर्निहितभागस्य तन् इति भागस्य धातुसंज्ञा अस्ति परन्तु तनु इति सम्पूर्णस्य धातुसंज्ञा नास्ति केवलम् अङ्गसंज्ञा अस्ति अतः एकक्षणं भगिनि तनुयोगः अन्ति इत्यत्र तनु इत्यत्र यः उकारः अस्ति तत्र उकारान्त अङ्गमस्ति तनु इत्यत्र उकारान्तम् अङ्गमस्ति परन्तु किम् अपेक्षितम् अचिष्णु धातु ब्रुवाम् इत्यस्य कार्यार्थम् धातोः अन्ते उकारः स्यात् तर्हि श्नु अपेक्षितं श्नु अङ्गं नो चेत् इकार उकार अन्तं धातु इत्युक्ते तत्र धातुसंज्ञा अपेक्षिता अपेक्षितः अस्ति खलु तत्र यत्र धातुसंज्ञा अपि अस्ति अङ्गसंज्ञा अपि अस्ति इकारान्तः अपि अस्ति उकारान्तः अपि अस्ति चेत् एव अचिष्णुधातु ब्रुवाम् इत्यस्य कार्यं भवति खलु तनु इत्यत्र केवलम् अङ्गसंज्ञा अस्ति धातुसंज्ञा नास्ति इति कृत्वा सूत्रं कार्यं न करोति तन् इत्यत्र धातुसंज्ञा अपि अस्ति अङ्गसंज्ञा अपि अस्ति परन्तु किं नास्ति उकारान्तः नास्ति तत्र उकारान्तः वा उकारान्तः नास्ति तन्योगः उ इत्यत्र अजादिप्रत्ययः परः अस्ति उ इति अजादिप्रत्ययः अस्ति परन्तु तन् इत्यस्य अङ्गसंज्ञा अपि अस्ति धातुसंज्ञा अपि अस्ति अजादिप्रत्ययः अपि अस्ति परन्तु इकारान्त उकारान्तः नास्ति इति कृत्वा तन् इत्यत्र कार्यं नास्ति उ इति विकरणप्रत्ययं योजना विकरणप्रत्ययस्य योजनानन्तरं कार्यं भवति वा तनुयोगः अन्ति प्रथमपुरुषे लटि बहुवचने इति चेत् तनु इत्यत्र अङ्गसंज्ञा अस्ति उकारान्त अङ्गमपि अस्ति परन्तु धातुसंज्ञा नास्ति अजादिप्रत्ययः अपि अस्ति परन्तु धातुसंज्ञा नास्ति इति कृत्वा तत्र कार्यं न भवति अतः किं स्मर्तव्यम् इति चेत् धातुः अपेक्षितः धातुः अस्ति तस्य अनन्तरं प्रत्ययः भवेत् तदानीमेव सूत्रस्य कार्यं भवति इति स्मर्तव्यम् उमा भगिनी अवगतं वा अवगतं भगिनि पृच्छतु मीना भगिनी यदि सूत्रं युवोर्धातोः श्रूब्रुवां यङ् युवङ्गौ अचि इति उक्तं चेत् सुलभः भविष्यति किल तत्र युवोः इति धातोः यो विशेषविशेषणपदं क्लेशः भवति तत्र यदि युवोः धातोः श्नुब्रुवां यङ् युवङ्गौ अचि इति उक्ते उक्तं चेत् सुलभं भवति किल युवोः किमुक्तं युवोः धातोः धातोः श्नुब्रुवां यङ् युवङ्गौ अचि धातु अपि च युवोः ब्रुवौ श्नुब्रुवौ श्नुब्रुवौ श्नुब्रुवौ ओके युवोः युवोः इति विशेषण कीदृशपदस्य विशेषणम् इति भ्रमः भवति तत्र भ्रमस्य अवकाशः एव नास्ति अत्र बहु स्पष्टतया अस्ति किमर्थं धातोः इत्यस्य भ्रमः भवति इति वदति किमर्थं भ्रमः भवत्याः योः इकार उकारयोः अत्र एलिमिनेशन् प्रोसेस् स्नु भवितुं न शक्यं बिकास् अत्र ऊ उकारः एव अस्ति अत्र इकार उकारयोः इति विशेषणमस्ति तदनन्तरं ब्रू धातु ब्रू प्रातिपदिकम् उकारान्तम् अस्ति तस्मात् धातोः इति एव योः इति विशेषविशेषपदमस्ति तस्मात् एव अहं वदामि युवोर्धातोः श्नुभ्रुवौ युवङ्गौ इति सूत्रं भवितव्यम् इति भवेत् चेत् सुलभं भवति न परन्तु अत्र अत्र वदतु तदानीं तत्र तत्र प्रथमान्तं पदं कति पदानि भवन्ति प्रथमान्ते अथवा षष्ट्यन्तं पदं युवोः इति एकं पदं श्नुभ्रुवौ इति अन्यत् पदं युवोः धातोः इदानीं धातु इति तत्र पश्यतु श्नुधातु इत्यत्र इदानीं धातुः इत्यस्य तत्र का विभक्तिः भवति धात्वोः इति भवति धात्वोः इति भवेत् खलु तत्र इतोपि अधिकः वर्णः इतोपि अधिकवर्णाः योजिताः भवन्ति खलु अत्र धातुः इत्यत्र कति वर्णाः सन्ति धात्वोः इत्यत्र किं भवति एकमधिकं द्वे द आ द आ तत्रापि चत्वारः वर्णाः न न चत्वारः न न न पश्यतु कति वर्णाः सन्ति तत्र धातोः द आ ओ वकारः ओकारः वकारः ओकारः विसर्गः विसर्गः अपि इति कृत्वा तत्र लाघवं नास्ति यद् भवत्या उच्यते तत्र लाघवं नास्ति अस्तु तर्हि अत्र सूत्रार्थः स्पष्टः वा उमा भगिनि यस् धातुः अपि अङ्गम् अपि यङ् उवङ्ग इ आर् उ अस्ति चेत् एव यङ् उवङ्ग कार्यं करोति धातुसंज्ञा अपेक्षिता अङ्गसंज्ञा अपि अपेक्षिता तदानीमेव कार्यं थ्याङ्क् यू भगिनि इट्स् नौ वेरि क्लियर् थ्याङ्क् यू ओके समीचीनम् अरुणा भगिनी अपि अवगतं खलु भगिनि स्वादिगणे अवगतं स्वादिगणे अत्रापि नुप्रत्ययकारणात् एव शक्नु इति रूपं भवति अत्र तत्र तु क्लेशः नास्ति खलु तत्र सूत्रे एव श्नुप्रत्यान्तमङ्गम् इति उक्तत्वात् शक्नु इत्यत्र श्नुप्रत्यान्तमङ्गम् अस्ति इति कृत्वा तत्र कार्यं भवति अतः यत्र यत्र श्नुप्रत्यान्तमङ्गम् अस्ति तत्र क्लेशः नास्ति खलु तथा क्रयादिगणे तनु अत्र स्नुप्रत्यय धातु नास्ति उप्रत्यय एव अस्ति तदेव न उप्रत्ययान्तः अस्ति परन्तु अत्र तनु इत्यत्र अङ्गसंज्ञा अपि अस्ति धातुसंज्ञा अस्ति वा इति एव प्रश्नः अङ्गसंज्ञा अस्ति उकारान्तम् अस्ति अजादिप्रत्ययः अस्ति सर्वम् अस्ति परन्तु धातुसंज्ञा नास्ति इति कृत्वा तनु इत्यत्र कार्यं न भवति अतः किमर्थं धातुसंज्ञा नास्ति धातुः कः तन् धातु तन् धातुः विकरणप्रत्ययस्य योजनानन्तरं धातुसंज्ञा न तिष्ठति तनु इति अङ्गम् अस्ति तनु इत्यत्र धातुसंज्ञा नास्ति परन्तु तत्र अन्तर्निहितभागः तन् इति भागस्य धातुसंज्ञा अस्ति तनु इति सम्पूर्णस्य धातुसंज्ञा नास्ति ओके ओके यतोहि धातुपाठे धातुः कः धातुपाठे धातुः अस्ति कः अस्ति तनु विस्तारे इति धातुः अस्ति तत्र उकारस्य इत्संज्ञा भवति अतः तन् इति अवशिष्यते तर्हि तन् योगः उ यदि वयं स्वीकुर्मः तदानीं तन् इत्यत्र धातुसंज्ञा अस्ति तनु इति विकरणप्रत्ययस्य योजनानन्तरं धातुसंज्ञा नास्ति खलु अतः तनुयोगः अन्ति इत्यत्र कार्यं न भवति परन्तु प्रायेण वयं इच्छन्या लोपानन्तरमेव धातु कः द्रष्टव्यं तदा अरुणा भगिनी वदतु अचिष्णु धातु अत्र सूत्रं वदति ततः स्नु प्रतियोजनान्तरमपि संज्ञा धातुसंज्ञा अस्ति शक्नु न धातुसंज्ञा धातु इत्यस्य धातु इति विशेषणं स्नु प्रत्ययस्य नास्ति स्नु प्रत्ययान्तमङ्गम् इति एव अस्ति तत्र धातोः इति यदुक्तं स्नु धातु धातुः इत्यस्य अन्वयः स्नु प्रत्ययान्तेन सह नास्ति धातुः इति विशेषणं केवलं युवोः इत्यस्य युवोः धात्वोः युवोः इति तत्र धातुः इत्यस्य विशेषणं धातुः इति विशेषणं नास्ति स्नुप्रत्ययान्तस्य अपि नास्ति भ्रूप्रातिपदिकस्यापि नास्ति अवगतं वा इत्युक्ते अत्र अनुवृत्तिसहितसूत्रम् एकवारं वदतु भवती युवोः पठतु सहितसूत्रं युवोः स्नु धातु ब्रुवाम् अङ्गानाम् इयङ् उवङ्गौ अचि इदानीं पदानां सम्बन्धः कः इति वदतु अस्तु धातु ब्रुवाम् अङ्गां विशेषं युवोः अत्र सम्बन्ध विषय अङ्गानाम् इति अनयोः मध्ये कः सम्बन्धः? विशेषणम् अस्ति भगिनि, अङ्गम् अङ्गस्य विशेषणं स्नु धातु ब्रुवा स्नु धातु ब्रुवान् सम्पूर्णतया विशेषणमस्ति वा अङ्गस्य? तदेव अहं चिन्तयामि. हा, इति सामान्यतया वयं चिन्तयितुं शक्नुमः, परन्तु अत्र पश्यतु स्नु धातु ब्रुवाम् इत्यत्र तत्र वस्तुतः श्नु इति अस्ति, धातु इति अस्ति, ब्रुवां ब्रू इति अस्ति. तर्हि धातुः अङ्गं भवितुम् अर्हति, धातुः अङ्गं भवितुम् अर्हति. किमर्थं चेत् धातोः अनन्तरं प्रत्ययः अस्ति चेत् धातुः अङ्गसंज्ञाम् अपि प्राप्नोति, अतः धातुः अङ्गं भवितुम् अर्हति. ब्रू इति प्रातिपदिकमपि अङ्गं भवितुम् अर्हति, यदा तस्मात् प्रत्ययः विहितः अस्ति चेत् ब्रू इति प्रातिपदिकस्य अङ्गसंज्ञा भवति. श्नु इत्यस्य अङ्गसंज्ञा भवति वा? सम्पूर्णतया श्नु धातु ब्रुवाम् इति विशेषणम् इति वक्तुं न शक्यते, यतोहि तत्र श्नु इति यदस्ति, श्नु अपि च अङ्गम् अनयोः विशेषणविशेषभावः अस्ति वा? श्नु अङ्गं भवितुम् अर्हति वा? श्नु इत्यस्य कः अर्थः? प्रत्ययः भवितुम् अर्हति वा? न, तत्सर्वं न उक्तम् अत्र, धातुतः मिलित्वा सर्वं न उक्तं, श्नु अङ्गम् इति एव उक्तम् अत्र. श्नु अङ्गम् इति उक्तं, तर्हि श्नु अङ्गं भवितुम् अर्हति वा? कदा भवितुम् अर्हति श्नु अङ्गम्? इदानीं यथा भवती उक्तं, किम् उक्तं एव धातुतः यदा श्नुप्रत्ययः विहितः तदानीं तस्य अङ्गसंज्ञा, सम्पूर्णस्य अङ्गसंज्ञा भवति खलु? यदा शक्योगः नु इति वदामः तदानीं नु इत्यस्य अङ्गसंज्ञा नास्ति खलु? परन्तु शक्नु इत्यस्य अङ्गसंज्ञा अस्ति. तदर्थम् अत्र किम् उक्तं? प्रत्ययग्रहणे किम् उक्तं? प्रत्ययग्रहणे तदन्ताग्राह्या इति उक्तं खलु? प्रत्ययस्य अत्र श्नु इति एव उक्तं, श्नु इत्यस्य ग्रहणेन तदन्ताग्राह्या इति उक्तत्वात् श्नु इति विशेषणं नास्ति अङ्गस्य. तदर्थं किं वक्तव्यं? श्नु प्रत्यान्तम् अङ्गम् इति वक्तव्यं. श्नु प्रत्यान्तं भवति विशेषणम् अङ्गस्य, श्नु प्रत्यान्तम् इत्यस्यैव अङ्गसंज्ञा भवति. यथा शक्योगः नु, नु इत्यस्य अङ्गसंज्ञा नास्ति, नु इति प्रत्ययः अस्ति, शक् इत्यस्य अङ्गसंज्ञा अस्ति. परन्तु यदा शक् अपि च नु वयं योजयामः तदानीं शक्नु इत्यस्य अङ्गसंज्ञा अस्ति तिङ् प्रत्ययं निमित्तीकृत्य. शक्नु इति अङ्गं यदा भवति, शक्नु इत्यस्य अङ्गसंज्ञा अस्ति, श्नु प्रत्यान्तमपि अस्ति शक्नु, अतः श्नु प्रत्यान्तम् इति विशेषणम् अस्ति अङ्गस्य, न तु श्नु. अवगतं वा? अवगतं भगिनि, अवगतम्. अतः श्नु धातु ब्रुवाम् इति सम्पूर्णतया विशेषणम् इति साक्षात् न वक्तुं शक्यते, एवं रीत्या तत्र विश्लेषणं कृत्वा वक्तुं शक्नुमः. श्नु प्रत्यान्तम् अङ्गं, धातुरूपी अङ्गं, ब्रू प्रातिपदिकं, प्रातिपदिकरूपी अङ्गम् इति उक्त्वा इदानीं युवोः इति पदम् इदानीमपि अवशिष्टं. युवोः इति पदस्य अन्वयः कथं भवति? प्रथमम् इयं च इश्च उश्च तयोः विद्रेतद्वन्द्वेन यु भवति, तदनन्तरं यु तयोः दृष्टि अस्ति युवोः. समीचीनं. युवोः इति इदानीम् अङ्गस्य अपि च श्नु धातु ब्रुवम् एतेषां कः सम्बन्धः? युवोः अङ्गस्य अङ्गस्य अन्ते अस्ति चेत् एव. तत् कथं ज्ञायते? इदानीं युवोः अपि च श्नु धातु ब्रुवम् अनयोः कः सम्बन्धः? श्नु इत्यस्य आवश्यकः नास्ति, यतोहि उकारः अस्ति युवोः इत्यस्य. श्नु इत्यस्य अवसरः यदा नास्ति यतोहि तत्र उकारः अस्ति भ्रू प्रातिपदिकम् अपि तत्र उकारः अस्ति अतः तत्र युवोः इति तु धातुतः एव अन्वयः भवति यतोहि उकारः तस्य कृते एव भवति समीचीनं युवोः इत्युक्ते ईकार उकारः इति अर्थः ईकार उकारः कुत्र भवितुमर्हति श्नु इत्यत्र ईकारः न भवितुमर्हति यतोहि उकारान्तः अस्ति अतः तत्र उकारः वर्तते इति कृत्वा पुनः उकारान्तः इति वक्तव्यं नास्ति यतोहि श्नु साक्षात् उकारान्तः अस्ति भ्रू इत्यत्र ईकारस्य आवश्यकता नास्ति साक्षात् उकारान्तः अस्ति अतः पुनः उकारः इति विशेषणस्य आवश्यकता नास्ति अतः युवोः इत्यनेन केवलं धातुः इत्यनेन सह एव अन्वयः शक्यते इति कृत्वा युवोः धात्वोः इति युवोः धात्वोः अङ्गयोः इति वदामः अत्र त्रीणि कार्याणि सन्ति इदानीम् अत्र युवोः श्नुधातु ब्रुवाम् अङ्गानाम् इयङ् वङ्गौ अचि इत्यत्र त्रीणि कार्याणि सन्ति तत्र त्रीणि वाक्यानि वक्तव्यानि अत्र विजयलक्ष्मी भगिनी वदतु क्रमेण त्रीणि वाक्यानि अत्र अचि परे सर्वत्र भवति तत्तु निमित्तमस्ति श्नु प्रत्ययान्तम् अङ्गं भवेत् अचिपरे भवेत् तदा वोः उवङ् आदेशः भवति वोः न उकारस्य उवङ् आदेशः भवति एकक्षणम् बहु समीचीनम् एकक्षणम् इत्युक्ते प्रथमकार्यम् अस्ति भगिनी अत्र श्नु इति स्वीकृतं श्नु प्रत्ययान्तम् अङ्गं श्नु अङ्गानां इयङ् वङ्गौ अचि इति स्वीकृतं प्रथमं श्नु अङ्गानाम् इयङ् वङ्गौ इति स्वीकृतं तत्र श्नु इत्यत्र श्नु प्रत्यान्तस्य अङ्गस्य उवङ् आदेशः अचिपरे इति प्रथमं कार्यं द्वितीयं कार्यं द्वितीयं कार्यम् अस्ति अत्रापि अचिपरे तत्तु सर्वत्र आयाति युवोः धातोः अचि परे इयङ् उवङ् इति क्रमेण आदेशः भवति युवोः धातोः इत्यत्र विशेषणविशेष धातोः वा धात्वोः वा धात्वो किमर्थं धात्वोः द्विवचने किमस्ति गुरोः गुरोः एव खलु गुरोः इति भवति धात्वोः परन्तु अथवा उकारधातोः इकार और् उकार धातोः इति वक्तव्यम् अस्ति खलु न युवोः इति द्विवचने अस्ति खलु युवोः धातु अङ्गस्य इति भवितुमर्हति वा युवोः धात्वोः अङ्गयोः इयङ् उवङ् आदेशः भवतः अचिपरे अचिपरे तर्हि युवोः इति विशेषणं धात्वोः इत्यस्य पुनः तत्र विशेष्यमस्ति अङ्गयोः युवोः धात्वोः अङ्गयोः इयङ् उवङ्गौ अचि इति द्वितीयं कार्यं तृतीयं इयङ् उवङ्गौ अचि गुरु शब्दवत् किल द्वात्वोः द्वितीय धात्वोः इति एव उक्तं धात्वोः इत्येव गुरोः तृतीयं कार्यं अन्तिमकार्यम् अत्र भ्रू इति प्रातिपदिकस्य दीर्घ उकारः अस्ति तत्र परन्तु अत्र सूत्रे भ्रू इति उक्तत्वात् तस्य उकारस्य उवङ् इति आदेशः भवति अचिपरे समीचीनं भ्रू इत्यत्र श्नु इत्यत्र समीचीनं तत्र उकारः अस्ति तत्र एव कार्यं भवति इति वयं जानीमः परन्तु युवोः धात्वोः अङ्गयोः इयङ् वङ्गौ अचि इत्यत्र युवोः इति कुत्र भवेत् कथं जानीमः युवोः धात्वोः इत्यत्र विशेष्य विशेषणविशेष्यभावः अस्ति अतः अन्ते एव भवति येन विधिस्तदन्तस्य इति परिभाषया येन विधिस्तदन्तस्य इति परिभाषया अन्ते एव भवेत् वा धातोः अन्ते यदि ईकारः अस्ति अथवा ऊकारः अस्ति चेत् तस्य ईकारस्य इयङ् आदेशः तस्य ऊकारस्य उवङ् आदेशः भवति इति अलोङ् एव भवेत् इति अन्ते एव भवेत् इति येन विधिसदन्तस्य इति वदति वा अलोन्त्यस्य इति वदति न येन विधिसदन्तस्य इत्यनेन किं स्वीकर्तुं शक्यते अत्र येन विधिस्तदन्तस्य इत्यनेन यत् कार्यं भवति तत् केवलं यदि ईकारः अस्ति अथवा धातोः अन्ते यदि ईकारः अस्ति अथवा ऊकारः अस्ति चेत् अपि भवति इति स्वीकर्तुं शक्यते द्वयोः ग्रहणं खलु द्वयोः अपि ग्रहणं तदन्तस्यापि ग्रहणं खलु अतः केवलम् ई इति धातुः अस्ति अथवा उ इति धातुः अस्ति चेदपि कार्यं भवति नो चेत् यस्य अन्ते इकारः अथवा उकारः अस्ति धातोः अन्ते इकारः उकारः अस्ति चेत् तस्यापि ग्रहणं भवति अनेन सूत्रेण येन विधिस्तदन्तस्य इत्यनेन खलु अतः इकारान्त उकारान्तधातुरूपी अङ्गम् इति यदा वदामः तदानीं केवलम् इकार उकार अनयोः अपि ग्रहणं भवति अपि च अत्र अस्मिन् सूत्रे अन्यः विशेषः कः इति चेत् अत्र यङ् वङ् इति उक्तम् यङ् वङ् इति तत्र सर्वत्र मकारः इत्संज्ञकः अस्ति तर्हि तस्यापि विशेषः अस्ति सामान्यतया आदेशः कुत्र भवति अन्तादेशः भवति अथवा अत्र अङ्गस्य इति एव षष्ट्यन्तं पदमस्ति खलु अङ्गस्य तर्हि तत्र कुत्र आदेशः भवति अङ्गस्य अन्ते भवति वस्तुतः अङ्गस्य स्थाने भवेत् खलु अङ्गस्य स्थाने सर्वत्र न भवति अङ्गस्य अन्तिम इकारस्य उकारस्य स्थाने एव भवति यतोहि अत्र कथं निर्मितं तत् कथं निर्मितं इति नकारः अस्ति चेत् तदनन्तरं गच्छामः परन्तु सामान्यतया कथं व्यवहारः अलौन्त्यस्य अलौन्त्यस्य इत्यनेन उत्सर्गसूत्रेण अन्तादेशः भवेत् खलु युवोः इत्यनेन युवोः धात्वोः अङ्गयोः इति उक्तम् सम्पूर्ण अङ्गस्य स्थाने आदेशः नास्ति परन्तु अन्तिमवर्णस्य स्थाने अन्ते यः इकारः उकारः अस्ति तस्य स्थाने आदेशः इति उक्तम् अलोन्त्यस्य इत्यनेन परन्तु तस्य अपवादरूपसूत्राणि सन्ति अपवादभूतसूत्राणि सन्ति अत्र इदानीं तदेव पश्यामः तत्र अनेकाश्चित् सर्वस्य इति सूत्रमस्ति तद् इदानीं तत्र कः मीना भगिनी पठतु भगिनी मम एकः प्रश्नः अस्ति केवलम् इक ई वर्णः अथवा ऊ वर्णः धातुः अस्ति वा अस्ति खलु धातुपटे पश्यतु अस्ति इक् इन् गतौ इन् गतौ इकारस्य उकारस्य उकारस्य अपि अस्ति ओ इति पश्यतु ऊ इति धातुः ऊ उङ् शब्दे ऊङ्गणीयधातुः अस्तु भगिनि भगिनि क्षम्यताम् एकः प्रश्नः अस्ति पृच्छामि वा तत्र धातु इति धातुसंज्ञा त्यजति यदा विक्रणप्रत्ययस्य योजनेनन्तं धातुसंज्ञा त्यजति तत्र मम अवगमनं सम्यक् वा न जानामि अनया परिभाषया तत्र क्विबन्ताः धातुत्वं न जहाति इति परिभाषया वक्तुं शक्यते वा यत्र अन्येषां प्रत्ययानां योजनानन्तरं धातुसंज्ञा त्यजति इति वक्तुं शक्यते वा इति तत् तदपि प्रमाणमस्ति क्विबन्ताः धातुत्वं न जहति इति किमर्थम् उक्तम् इति चेत् सामान्यतया धातुत्वं त्यजति खलु तदेवं परन्तु प्रत्ययस्य योजने क्विप्रत्ययस्य यदा योजनं भवति तदानीं क्विबन्तं धातुत्वं न जहति इति तत्र वक्तव्यम् आसीत् यतोहि तत्र विशेषः अस्ति इति उक्तं अतः अन्यत्र सर्वत्र धातुत्वं त्यजति इति सामान्यव्यवहारः। तदेव तत्र प्रमाणं भवितुम् अर्हति वा इति मम प्रश्नः। तत्र धातुत्वं त्यजति, प्रमाणं भवितुम् अर्हति, प्रमाणं प्रमाणस्य प्रमाणम् इति शब्दस्य अपेक्षया ज्ञापकं भवितुम् अर्हति इति वक्तुं शक्यते। अस्तु अस्तु, ज्ञापकम् अस्ति, तदेव ज्ञापकं। तत्र प्रत्ययस्य योजनानन्तरं धातुत्वं गच्छति अपगच्छति, परन्तु यत्र आवश्यकं तादृशम् आवश्यकं तत्र क्विप् इति प्रत्ययं योजयामः चेत्, धातुतः क्विप् प्रत्ययं योजयामः चेत् क्विबन्तं यद्यपि तत्र सामान्यव्यवहारे धातुत्वं त्यजति, परन्तु अत्र विशेषतया तत्र वार्तिकेन उक्तं क्विबन्ताः धातुत्वं न जहति इति उक्तत्वात् तत्र धातुत्वं तिष्ठति। ज्ञापकं समीचीनं, बहु समीचीनमस्ति चिन्तनम्। अस्तु धन्यवादः। अस्तु, इदानीम् अनेकाश्चित् सर्वस्य इति सूत्रं मीना भगिनी पठतु। कुत्र अस्ति भगिनी? न प्राप्तमेव। किम्? अनेकाश्चित् केवलं तस्य सूत्रस्य अनन्तरमेव अस्ति, साक्षात् अनन्तरं, तत्र एकं परिचयं त्यक्त्वा। अनेकाश्चित् सर्वस्य पठतु। येन विधिस्तदन्तस्य अनन्तरं भगिनी कुतः पठामः इदानीं? करपत्रात्, करपत्रात् उदादिगणे इति करपत्रात्। किन्तु उदादिगणे करपत्रे अचिष्णुधातु, अचिष्णुधातु गृहम् इति सूत्रस्य अनन्तरम् एकं परिच्छेदमस्ति, तत् तद् तस्य अनन्तरम् अनेकाश्चित् सर्वस्य इति परिच्छेदः। अस्तु धन्यवादः। 02A इदानीं मया प्रेषितम् एव खलु सुमन् भगिनी, 02A स्वादिगणीयधातु। अधः अचिष्णुधातु मीना भगिनी पठतु। इति सूत्रं वक्ति, आदेशः अनेकाल् अस्ति चेत् आदेशे एक एव वर्णः नापि तु अनेके वर्णाः, तर्हि सर्वस्य नाम सर्वाङ्गस्य स्थाने आदेशः आयाति। इयङ् इत्यस्मिन् आदेशे अकारः इकारयोः इत् संज्ञा भवतः अकारः क्षम्यताम्, इयङ् इत्यस्मिन् आदेशे अकारः नकारयोः इत्संज्ञा भवतः, अतः इय् इति अवशिष्यते। इय् इत्यस्मिन् एक एव वर्णः न अपि तु तस्मात् अधिकाः वर्णाः, इ च यकारः च, अतः अनेकाल् अस्ति। इदं सूत्रम् अलोन्तस्य इत्यस्य अपवादः। तर्हि अत्र पूर्णस्य रि इत्यस्य स्थाने इयङ् भवतु इति इदं सूत्रं विदधाति, परन्तु निच्च अनेकाश्चित् सर्वस्य इत्यस्य अपवादभूतसूत्रम्। निच्च इति सूत्रेण आदेशः ङित् चेत् तर्हि अनेकाल् चेत् अपि अङ्गस्य अन्त्यस्य एव स्थाने आदेशः, अतः रि धातौ इकारस्थाने इयि आदेशः। अत्र अनेकाश्चित् सर्वस्य इति सूत्रं वर्णनं अस्ति। अनेकाल् इत्युक्ते एकवर्णः नास्ति, अनेकवर्णाः सन्ति, तस्य अनेकाल् अनेकाश्चित् सर्वस्य तत्र सर्वस्य स्थाने षित् इत्युक्ते किं भगिनि? षित् प्रत्यये परे वा अनेकाल् षित् सर्वस्य प्रत्यये परे न, षित् इत्युक्ते शकार इत्यस्य सह तादृश आदेशः न, षित् इत्युक्ते शकारः इत्यस्य सह ओ सकारस्य इति सकार इत्युक्ते षित् षित् प्रत्ययः यत्र भवति लषकोटवि तस्य अशित्य ओके, तत्र सर्वाङ्गस्य स्थाने यत्र आदेशः एकवर्णः बहवः वर्णाः सन्ति चेत् तस्य सर्वाङ्गस्य स्थाने आयाति, न केवलम् अन्तिमवर्णस्य केवलं न, इयङ् इयङ् इति इयङ् उवङ् इति तत्र नकारः इत्संज्ञा भवति तस्य इ एव इकारः यकारः एव भवतः तत्र एक अल् नास्ति अनेकाल् भवति तस्मात् एक अधिकवर्णाः सन्ति चेत् पूर्वस्य स्थानस्य सर्वस्य स्थानस्य भवितव्यं परन्तु एतत् सूत्रम् अलोन्तस्य इत्यस्य अपवादः भवति अलोन्तस्य इति वदति यत्र अल् वर्णः अन्तिम अङ्गस्य अन्तिमवर्णः अस्ति चेत् तत्र एव तस्य स्थाने एव आदेशः भवति इति तत्र रि इति रि इति उदाहरणम् अस्ति रि स्थाने इयङ् भवति चेत् तत्र रि स्थाने अनेकाशु सर्वस्य इति रि रि इत्र रेपम् अपि च इकारः अस्ति सर्वत्र भविष्यति यदि अनेकाश्चित् सर्वस्य इति सूत्रः प्रसक्तिः अस्ति चेत् परन्तु तद् निच्च इति सूत्रम् अपवादसूत्रं तत् वदति यदि प्रत्ययः ङित् भवति चेत् अत्र इयङ् उवङ् नकारः अस्ति ङित् इत्संज्ञा भवति ङित् अस्ति चेत् तर्हि अनेकाल् अनेकाल् चेदपि अङ्गस्य अन्त्यस्य स्थाने अनेकाश्चित् सर्वस्य अलोन् अहं कन्फ्यूस् न इदानीं भगिनि अनेकाश्चित् सर्वस्य अलोन्तस्य इत्यस्य अपवादः अन्तिमवर्णस्य नास्ति निच्च इति सूत्रं इत्यस्य अपवादः तस्मात् रि धातौ इकारस्य स्थाने इ आदेशः यदि अनेकाश्चित् निच्च इति सूत्रं नास्ति चेत् सर्व रीस्थाने इ भवति इदानीं रि धातु इकारस्थाने इ आदेशः समीचीनम् इत्युक्ते तत्र सामान्यतया अनेक अलोन्त्यस्य इति सूत्रस्य कार्यं भवति तर्हि अन्तादेशः भवति इति वयं जानीमः खलु अत्र युवोः अङ्गस्य इति वदामः चेत् तर्हि अङ्गस्य सम्पूर्णतया आदेशः भवति वा इति चेत् न अलोन्त्यस्य इत्यनेन अन्तिमवर्णस्य स्थाने आदेशः इयङ् आदेशः उवङ् आदेशः इति उक्तं भवति परन्तु अत्र सूत्रे इयङ् उवङ् इति तत्र ङकारः अपि योजितः तर्हि ङकारस्य इत्संज्ञा अस्ति तादृशवर्णः किमर्थं योजितः इति चेत् तस्य प्रयोजनम् अत्र निच्च इति सूत्रमेव प्रयोजनम् अस्ति तर्हि प्रथमतया अलोन्त्यस्य इत्यनेन अन्तादेशः स्यात् परन्तु अत्र आदेशः वयं पश्यामः चेत् इयङ् उवङ् इति आदेशे अनेके वर्णाः सन्ति एकः एव वर्णः नास्ति अनेके वर्णाः सन्ति इयङ् इत्यत्र इकारः यकारः इति कृत्वा वर्णद्वयम् उवङ् इत्यत्र उकारः वकारः इति वर्णद्वयम् अतः अनेके वर्णाः सन्ति इति वयं स्वीकुर्मः यस्य अत्र अनेकाल् इत्युक्ते न एकः अल् अनेकः अल् तर्हि अनेकाल् इत्युक्ते एकस्मात् वर्णात् अधिकः वर्णाः सन्ति चेत् अनेकाल् तर्हि अत्र इयङ् इति अनेकाल् अस्ति उवङ् इति अपि अनेकाल् अस्ति अतः अनेकाश्चित् सर्वस्य इति सूत्रेण आदेशः अनेकाल् चेत् तत्र स्थानिनः सम्पूर्णस्य स्थाने भवति अस्मिन् सूत्रे अनेकाश्चित् सर्वस्य इति सूत्रे षित् ग्रहणं तत्र सुबन्तप्रक्रियायां वयं पश्यामः षित् ग्रहणम् अत्र वस्तुतः तिङन्तप्रकरणे तस्य कार्यं नास्ति षिद्ग्रहणं तत् सुबन्तप्रक्रियायां वयं पश्यामः आदेशः षित् अस्ति चेत् षकारः इत् अस्ति चेत् तदानीमपि आदेशः सम्पूर्ण सम्पूर्णस्य स्थाने भवति, यथा तत्र नपुंसकलिङ्गे सुऔ जस् तत्र जस् इति प्रत्ययः अस्ति, तत्र सूत्रमस्ति जसः जसः षि इति सूत्रम् अथवा जश्शशोः षि इति सूत्रमस्ति, तत्र षि इति आदेशः जस् प्रत्ययस्य स्थाने षि इति आदेशः भवति, तर्हि षि इति आदेशः जस् प्रत्ययस्य कुत्र भवति आदेशः, अन्तादेशः भवति वा नो चेत् सर्वादेशः भवति वा इति चेत् तत्र षि इति आदेशः अनेकाल् अस्ति, अतः अनेकाल्षित् सर्वस्य इति सूत्रेण तत्र अन्तादेशः भवति वा सर्वादेशः भवति वा इति चेत् तत्र षिद् ग्रहणात् सर्वादेशः भवति, तत्र षिद् ग्रहणात् सर्वादेशः भवति, तत्र मतभेदाः सन्ति, अनेकाल्त्वात् वा सर्वादेशः भवति अथवा श्रित्वात् वा सर्वादेशः भवति इति मतभेदः अस्ति, मतभेदाः सन्ति, परन्तु तत्र षित् ग्रहणम् अस्ति, षकारः इत्संज्ञकः अस्ति इति कृत्वा तत्र षित् ग्रहणात् सूत्रे अनेकाल्षित् सर्वस्य इति सूत्रे षित्वात् तत्र सर्वादेशः भवति. नपुंसकलिङ्गे यथा तत्र वनं वने वनानि इत्यत्र तत्र जशशोः षि इति षी प्रत्ययः भवति, तदानीं तत्र षि इत्यस्य सर्वादेशत्वं भवति. तर्हि अलोन्त्यस्य इत्यस्य अपवादभूतसूत्रमस्ति अनेकाल्षित् सर्वस्य इति सूत्रं, तदेव अत्र उक्तं. तर्हि अनेकाल् आदेशः अनेकाल् चेद् अपि यदि आदेशे ङकारस्य इत्संज्ञा अस्ति तदानीं निच्च इति सूत्रेण पुनः अन्तादेशः एव भवति. अनेकाल्षित् सर्वस्य इति सूत्रस्यापि अपवादभूतं सूत्रमस्ति निच्च इति सूत्रम्. तर्हि अत्र नकारस्य नकारः इत्संज्ञकः तस्य प्रयोजनं किम् इति चेत् निच्च इति सूत्रमेव तस्य प्रयोजनम् इति वक्तुं शक्नुमः. अतः क्रमेण वयं पश्यामः चेत् अलोन्त्यस्य अनन्तरम् अनेकाल्षित् सर्वस्य इति तस्य अपवादः अलोन्त्यस्य इत्यस्य अपवादः पुनः निच्च इति अनेकाल्षित् सर्वस्य इत्यस्य अपवादः. महोदय अत्र अलोन्तस्य अपवादः अनेकाल्षित् सर्वस्य, अनेकाल्षित् सर्वस्य अपवादः निच्च. आम् सत्यम्. अलोन्तस्य अपवादः तस्य अपवादः निच्च. भवती एव तत्र विजयभगिनी पठतु अनेकाल्षित् सर्वस्य. भगिनी एकः सन्देहः अस्ति, अनेकाल्षित् सर्वस्य सूत्रे अपि अन्तिमवर्णस्य एव आदेशः भवति, ङिच्च इति सूत्रे अपि अन्तिमवर्णस्य आदेशः भवति, अतः ङिच्च सूत्रे अनेकाचित् सर्वस्य सूत्रस्य पूर्वसूत्रम् अस्ति. किं सूत्रं प्रथमं कार्यं करोति? ङिच्च परसूत्रमस्ति, अनेक अलोकस्य पूर्वसूत्रम् अस्ति. किं सूत्रं प्रथमं कार्यं करोति? भवती चिन्तयतु, भवती बलाबलचिन्तनं जानाति खलु, वदतु. अलोन्त्यस्य इति पूर्वसूत्रम् अस्ति इति वदति खलु, नित्य परसूत्रम् अस्ति, अतः परसूत्रमेव कार्यं करोति किल? न, परसूत्रमेव कार्यं करोति इति तथा न वदतु, तत्र चिन्तनं किम् इति वदतु, तत्र परसूत्रस्य कार्यार्थं किम् अपेक्षितम्? पूर्वत्र सिद्धम् इति सूत्रम् आवश्यकं किल? पूर्वत्र सिद्धं वा, किमर्थं पूर्वत्र सिद्धं? न न, परसूत्रं पूर्वसूत्रं न पश्यति इति सूत्रेण परसूत्रम् एव प्रथमं कार्यं करोति. तत्तु पूर्वत्र सिद्धम् इत्यस्य अधिकारः कुत्र? अलौण्ट्यस्य 1152 वेरस्. न न, एकक्षणम् उमा भगिनी, एकक्षणम्. ओके, अत्र राजी भगिनी वदतु, पूर्वत्र सिद्धम् इति सूत्रस्य अधिकारः कुत्र? सर्वत्र अस्ति वा अष्टाध्यायम्? अष्टाध्यायम् अष्टमध्याये एव अस्ति. अष्टमाध्याये एव अस्ति वा? अष्टमाध्यायस्य द्वितीयपादात् एव अस्ति खलु तस्य अधिकारः? त्रिपाद्याम् अस्ति. एतानि त्रीणि सूत्राणि त्रिपाद्यां सन्ति वा? न. तर्हि पूर्वत्र सिद्धम् इत्यस्य चिन्तनमेव अनावश्यकं. तर्हि अत्र किं वक्तव्यम्? विप्रतिषेधे परं कार्यम् आगच्छति वा महोदय? अहं किमपि न वदामि, आगच्छति वा न आगच्छति वा अहं किमपि न वदामि. अत्र अस्माभिः अष्टाध्याय्यां बलाबलचिन्तनं सर्वं कृतं, तर्हि यत्किमपि भवन्तः वदन्तु, किं चिन्तनम् इति भवन्तः वदन्तु. बलावलचिन्तनं तत्र विप्रतिषेधे परं कार्यम् इत्यस्य कार्यार्थं किम् अपेक्षितं तत् अस्ति वा अत्र सर्वं चिन्तनं कुर्वन्तु. अत्र नास्ति विप्रतिषेधे परं कार्यमिति नास्ति वा अत्र किमर्थं नास्ति चिन्तनं किं तत्र एकस्मिन् तत्र ये सूत्रद्वयस्य जङ्गः नास्ति किल वाट् यु विल् से इट्स् नाट् किं सङ्घर्षः नास्ति इति वदति वा. हा सङ्घर्षः नास्ति चेत् भवत्याः किं किमर्थं प्रश्नः कृतः ओ निच्च इति परसूत्रम् अस्ति खलु अतः तदेव कार्यं करणो तस्यैव कार्यं स्यात् खलु इति प्रश्नः आसीत् खलु तत् तर्हि भवत्याः मनसि सङ्घर्षः अस्ति इति भवत्या विचिन्त्य एव तादृशप्रश्नः कृतः खलु. आं भगिनि चिन्त्य एव अहं तादृश इदानीं सङ्घर्षः नास्ति चेत् चिन्ता नास्ति अग्रे गच्छेम. अस्तु भगिनि सङ्घर्षः नास्ति चेत् किमर्थम् अस्तु भगिनि मम दोषः न न न अत्र इतोपि चिन्तनीयं सङ्घर्षः अस्ति वा नास्ति वा. त्रीणि सूत्राणि सन्ति त्रीणि सूत्राणि युगपत् अत्र प्रसक्तानि खलु अलोङ्क्यस्य इति अपि प्रसक्तं. तुल्यबलसूत्रयोः समानस्थले प्राप्तिः अस्ति चेत् परसूत्रस्य प्रयोगः एव भवति अत्र. हा भवती इदानीं डेफिनिशन् दत्तं तस्य कार्यम् अत्र कथम् अस्ति इति प्रतिपादयतु. अस्तु महोदय अहम् इदानीं पठामि. किन्तु अत्र तु निच्च इति कार्यं न करोति चेत् तत् व्यर्थः भवति खलु. अतः अतः वदतु अहं किमपि न वदामि इदानीं भवन्तः वदन्तु अत्र कीदृशसम्बन्धः अस्ति. अस्तु वदतु भवती एव वदतु क्रमेण वदतु क्रमेण वदतु भवति अलो अत्र एकस्मिन् अत्र एकस्मिन् स्थले त्रयाणां सूत्राणां प्रसङ्गः अस्ति वा नास्ति वा इति प्रथमतया वदतु. निमित्तानि भिन्नानि वा निमित्तानि भिन्नानि सन्ति निमित्तानि भिन्नानि इति भवन्तु परन्तु मम प्रश्नः कः इति चेत् इयङ् उवङ् आदेशः भवति इति आदेशौ भवतः इति उक्तम् तर्हि इदानीं तत्र अस्माकं सर्वदा सामान्यसूत्रम् अलोन्त्यस्य इति प्रथमतया आगच्छति खलु. तदनन्तरं तत्र तत्र एव अनेकाश्चित् सर्वस्य इत्यस्य प्रसङ्गः अस्ति वा आदेशः अनेकाल् अस्ति इदानीं तर्हि तत्र अलोन्त्यस्य इत्यस्य का गतिः उत्सर्गसूत्रमस्ति अनेकाश्चित् सर्वस्य इत्यनेन सर्वादेशः इति उक्तं चेत् अलोन्त्यस्य इत्यस्य का गतिः अत्र क्रमेण वक्तव्यं तदेव अहं पृच्छामि. तत्र भवन्तः सर्वं तत्र जानन्ति परन्तु क्रमेण वदन्तु कोऽपि वदतु वा सुमन् भगिनी क्रमेण वदतु. अस्तु अलोन्तस्य इति प्रसक्तिः अस्ति इदानीं अनेकाश्चित् सर्वस्य प्रसक्तिः अपि अस्ति इदानीम् इयङ् उवङ् तत्र अनेकाल् आदेशः सन्ति स्तः अतः अनेकाश्चित् सर्वस्य इति प्रसक्तिः अस्ति. इदानीम् अलोन्तस्य तु उत्सर्गसूत्रम् अनेकाश्चित् सर्वस्य इति किम् अपवादसूत्रं यतोहि आदेशः अनेकाल् भवेत् नो चेत् षित् भवेत् अतः अपवादसूत्रं कार्यं करोति नो चेत् तस्य किमपि कार्यं न भवति. इदानीं पश्यामः तत्तु अनेकाश्चित् सर्वस्य अपि अपवादसूत्रम् अस्ति तद्वदति नित् अस्ति चेत् आदेशे नित् अस्ति चेत् सर्वस्य आदेशः न भवति अन्तादेशः भवति. एतत् सूत्रं तु अनेकाश्चित् सर्वस्य अपि अपवादः अस्ति सो किमर्थम् अपवादः किमर्थम् अपवादः कथं निर्मितम् अपवादः इति इदानीं तु नित् अस्ति तत्र इति सूत्रम् अनेकाचित् सर्वस्य इत्यस्य अपवादभूतसूत्रम् इति कथं निर्मितम् द्वयोः सूत्रयोः एकस्य अत्र यदि निच्च कार्यं न करोति तर्हि तस्य अन्यत्र कुत्रापि लब्धावकाशः नास्ति इति कारणेन भवति समीचीनं तर्हि इदानीं तत्र निच्च इति अपवादभूतसूत्रम् इति वदति चेत् तदानीं सूत्रसङ्ख्यायाः महत्त्वम् अस्ति वा मम प्रश्नः एव अपवादप्रश्नः एव साधुना अपवादसूत्रमस्ति चेत् परसूत्रं पूर्वसूत्रम् इति किमपि न द्रष्टव्यं समीचीनम् इति अस्ति तत्र इति अस्ति तत्र अने यत्र यत्र यत्र यत्र निच्च इति सूत्रम् आगच्छति तत्र सर्वत्र अनेकाश्चित् सर्वस्य इति सूत्रमपि आगच्छति यत्र निच्च इति सूत्रम् आगच्छति तत्र अनेकाश्चित् सर्वस्य इति सूत्रमपि आगच्छति तर्हि द्वयोः युग तत्र युगपद्वयोः प्रसङ्गः अस्ति तदानीं सर्वत्र अनेकाश्चित् सर्वस्य इत्येव कार्यं करोति चेत् निच्च इत्यस्य अवसरः कुत्रापि न भवति अतः सूत्रमेव व्यर्थं भवति इति कृत्वा निच्च इति सूत्रं तत्र अनेकाश्चित् सर्वस्य इत्यस्य अपवादः एवमेव यत्र यत्र अनेकाश्चित् सर्वस्य इति आगच्छति तत्र सर्वत्र अलोन्त्यस्य इत्यपि आगच्छति तर्हि सर्वत्र अलोन्त्यस्य कार्यं करोति चेत् अनेकाश्चित् सर्वस्य इत्यस्य अवसरः एव न भवति इति कृत्वा अनेकाश्चित् सर्वस्य इति अपवादसूत्रम् इति क्रमेण तत्र पश्यामः चेत् सूत्रसङ्ख्यायाः महत्त्वमेव नास्ति अपवादसूत्रस्य अतः भगिनीं प्रति परं पूर्वं प्रति किं विप्रतिषेधे परं कार्यम् इत्यस्य चिन्तनम् अत्र किमर्थं नास्ति सङ्घर्षः अपवादसूत्रं तुल्यबलम् अस्ति वा इति कथं जानीमः एकं सूत्रं यत्र आयाति अन्यसूत्रमपि तत्र आयाति तत् एकस्मिन् स्थले एव द्वयमपि आयाति अन्यत्र अन्यत्र लब्धावकाशः चिन्तितुं शक्नुमः लक्ष्मी भगिनी वदतु अन्यत्र अन्यत्र लब्धावकाशः यदा अस्ति तथा एव विरोधः अपि भवति सूत्रद्वयोः अन्यत्र अन्यत्र लब्धावकाशः कस्य नास्ति निच्च इत्यस्य अन्यत्र लब्धावकाशः नास्ति निच्च इति सूत्रम् अत्र एव कार्यं करोति तस्य पृथक् कार्यक्षेत्रं नास्ति किन्तु अनेकाश्चित् सर्वस्य इत्यस्य पृथक् कार्यक्षेत्रम् अस्ति तेन अत्र विप्रतिषेधः नास्ति तुल्यबलविरोधः नास्ति अतः निच्च इति सूत्रम् अपवादेन कार्यं करोति अलोन्त्यस्य अनन्तरम् अनेकाश्चित् सर्वस्य अनयोः अलोन्त्यस्य अनेकानि सर्वस्य इति अत्रापि परसूत्र परत्वात् अपि बलीयः भवति अनेकाश्चित् सर्वस्य इति अपवादत्वात् अपि बलीयः भवति न न तथा न वक्तव्यं तथा न वक्तव्यम् अत्र अनेकाश्चित् सर्वस्य अनन्तरम् अलोन्त्यस्य अनयोः मध्ये यदि यदि पश्यति चेत् अनयोः मध्ये यदि पश्यति चेत् अनेकाश्चित् सर्वस्य अलोन्त्यस्य अनयोः द्वयोः अन्यत्र लब्धावकाशः अस्ति वा लब्धावकाशः अस्ति कस्य अस्ति किन्तु अनेकाश्चित् सर्वस्य नास्ति खलु यत्र अनेकाश्चित् सर्वस्य कार्यं तत्र अलोन्त्यस्य अपि कार्यं कर्तुं शक्नोति अतः तस्य अपेक्षया अलोन्त्यस्य अपेक्षया अनेकाश्चित् सर्वस्य किमपि लब्धावकाशः नास्ति इति अस्ति अत्र लक्ष्मीभगिनी पश्यतु अनेकाश्चित् सर्वस्य इत्यस्य अन्यत्र लब्धावकाशः अस्ति कस्य अपेक्षया निच्च इति सूत्रस्य अपेक्षया केवलं निच्च इति सूत्रस्य अपेक्षया तस्य अन्यत्र लब्धावकाशः अस्ति परन्तु अलोन्त्यस्य इति सूत्रस्य अपेक्षया अनेकाश्चित् सर्वस्य इत्यस्य अन्यत्र लब्धावकाशः नास्ति तर्हि इदानीम् अनेकाचित् सर्वस्य अनन्तरं निश्च अनेकाचित् सर्वस्य इत्यस्य अन्यत्र लब्धावकाशः अस्ति इति यदा वदामः तत्र तादृशपृथक् क्षेत्रं कुत्र कोऽपि वदतु उदाहरणम् यत्र यत्र अनेकाल् अस्ति तत्र एव भवति आदेशे अनेकाल् अस्ति तत्र एव भवतु उदाहरणं वदतु उदाहरणं वदतु यत्र अनेकाचित् सर्वस्य इत्यस्य पृथक् क्षेत्रम् अस्ति यत्र नित्व निच्च इत्यस्य अवसरः नास्ति तादृशक्षेत्रमेकं वदतु सुबन्ते नपुंसकशोः शी इति नास्ति तत्र शी इति तत्र शिद्ग्रहणं पृथक् निच्च अपि च शिद्ग्रहणम् अनयोः सम्बन्धः नास्ति केवलम् अनेकाल् अपि च निच्च अनयोः वदतु शिद्ग्रहणं पृथक् अनेकाल् इत्यस्य एव उदाहरणम् बहवः सन्ति भवति वा अस्तेः भूः इति अस्ति तत्र वदतु किम् अस्ति भू इत्यत्र अनेकाल् अस्ति परन्तु नित्वं नास्ति खलु निच्च इति नास्ति अत्र निच्च इत्यस्य प्रसङ्गः नास्ति खलु अतः केवलम् अनेकाचित् सर्वस्य इत्यस्य एव प्रसङ्गः अतः इति एकं क्षेत्रम् इति एतादृश बहूनि क्षेत्राणि सन्ति अनेकाचित् सर्वस्य इत्यस्य अतः एतादृशस्थितौ तत्र निच्च इत्यस्य कार्यं नास्ति परन्तु यत्र यत्र निच्च इति आगच्छति तत्र सर्वत्र अनेकाचित् सर्वस्य इति अपि आगच्छति अतः निच्च इति सूत्रस्य पृथक् क्षेत्रं नास्ति इट् डजन् हाव् इट्स् ओन् किङ्ग्डम् भगिनी शेरिङ्ग् द किङ्ग्डम् वित् अनेकाचित् सर्वस्य श्रूयते वा Bhagini, you can think of these as three circles, the other, right? Am Shruyate, Shubhada Bhagini, Kim? Tatam iti adeshah asti khalu. Tatra tatam iti adeshah anekal bhutva api, tatra nitcha ityanena eva antimasya alaha sthane nama ukara. Nitcha ityanena na bhavati tatra. अन्तिमस्य स्थाने आदेशः नास्ति तत्र तातङ्ग् इति सम्पूर्ण आदेशः तत्तु विशेषः अस्ति यदा वदतु इति अस्ति चेत् तत्र वदतु उकारस्य स्थाने भवति खलु तु इति स्थाने भवति खलु तु इति तु इति स्थाने भवति तातङ्ग् तर्हि वदतात् इति रूपम् आम् तु इत्यस्य उकारस्य नास्ति तत्र न परन्तु तु इति स्थाने अस्ति तत्र तु इत्यस्य सम्पूर्णस्य स्थाने अस्ति सम्पूर्ण रैट् सर्वस्थान सर्वादेशः तत्र अन्यत् एकः किमपि अस्ति यस्य आदेशस्य ङित्वम् अन्त्यादेशः एव तत्र प्रयोजनम् अस्ति चेत् इति अस्ति इति अस्ति तत्र विशेषः अस्ति तातङ्ग् इति आदेशे तथा समीचीनं तातङ्ग् इति आदेशे एव तादृशव्यवहारः तत्र नित्वस्य बहूनि प्रयोजनानि सन्ति तातङ्ग् इति आदेशे यः ङकारः तस्य बहूनि प्रयोजनानि सन्ति अतः निच्च इत्यस्य कार्यं न भवति निच्च इति सूत्रं तत्र एव कार्यं करोति यत्र तस्य प्रयोजनं केवलम् अन्तादेशः इति अस्ति चेत् तादृशस्थितौ एव निच्च इति कार्यं करोति यदि निच्च तत्र ङकारस्य अन्यानि प्रयोजनानि सन्ति यथा गुणनिषेधः इत्यादयः सन्ति चेत् तदानीं तत्र निश्चयकार्यं न करोति इति अस्ति अस्तु गुणनिषेधः कार्यं खलु गुणनिषेधः वृद्धिनिषेधः यत्किमपि भवितुमर्हति अस्तु अत्र कोऽपि संशयः अस्ति वा अस्तु विजयभगिनी अग्रे सूत्रं पठतु अनेकाशु सर्वस्य इति सूत्रम् झटिति पठतु अनेकाचित् सर्वस्य तत्र आदेशः अनेकाल् आदेशे एक एव वर्णः न अपि तु अनेकवर्णाः अथवा षित् चेत् सर्वस्थानिनः स्थाने भवति न तु अन्त्यवर्णस्य यस्य स्थाने आदेशः आदिष्टः सः स्थाने इदं सूत्रम् अलोन्त्यस्य इत्यस्य अपवादः न एकः अनेकः नञ्ज तत्पुरुषसमासः अनेक अनेकः अल् यस्य सः अनेकाल् बहुव्रीहिः शकारः इत् यस्य सः षित् बहुव्रीहिः अनेकाल् च षित् च अनेकाल् षित् समाहारद्वन्द्वः अनेकाल् प्रथमान्तं षित् प्रथमान्तं सर्वस्य षष्ट्यन्तं त्रिपदमिदं सूत्रं स्थानेन्तरतमः इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अनेकाल्षित् सर्वस्य स्थाने इति अनेकाल्षित् अनेकाल् इत्युक्ते आदेशः अनेकाल् अत्र अन्त्यम् उवङ् इयङ् इति स्वीकुर्मः चेत् अत्र सर्वस्य आदेशः भवति इयङ् स्थाने इकारस्य इयङ् इकारः उकारस्थाने सर्ववर्णाः एव अनेकवर्णाः अत्र इत् भवति अत्र अनुवृत्तिसहितसूत्रम् अनेकाश्चित् सर्वस्य स्थाने एव अत्र आदेशः भवति इति तर्हि अनेकाल् इत्यत्र समासः न एकः अनेकः अनेकः अल् यस्य सः एकस्मात् अधिकाः वर्णाः सन्ति चेत् अनेकः इति वदामः अस्तु तर्हि अनेकाल् इत्यपि अनेकाल् इत्यपि एकं दलमस्ति षित् इत्यपि एकं दलमस्ति यत्र षित् आदेशिदादेशः अस्ति तत्रापि सर्वस्य स्थाने भवति अनेकाल् आदेशः चेदपि सर्वस्य स्थाने भवति अत्र प्रायेण किं भवति इति चेत् सर्वदा तत्र संशयः भवति अनेकाल्त्वं कस्य द्रष्टव्यम् इति संशयः भवति अत्र सूत्रे तु अनेकाल्त्वम् आदेशस्य एव द्रष्टव्यं भवति अनेकाल् अस्ति वा न वा इति आदेशस्य विषये अस्ति न तु स्थानिनः विषये अस्तु अस्तु तर्हि अरविन्द महोदय अग्रे निच्च इति सूत्रं परन्तु महोदय अत्र दत्तं तत्र यस्य स्थाने आदेशः आदिष्टः सः स्थाने इति आम् परन्तु आदेशः अनेकाल् अथवा षित् अस्ति चेत् सर्वस्य स्थाने भवति परन्तु कस्य अनेकाल्त्वं द्रष्टव्यम् इति चेत् आदेशस्य द्रष्टव्यम् आदेशे कति वर्णाः सन्ति इति द्रष्टव्यम् स्थानिनः अपि अनेकाल् स्यात् इति अस्ति परन्तु वयं यदा वयं पश्यामः चेत् आदेशस्य विषये एव चिन्तनं भवति हा महोदय ङिच् ङित् आदेशः अनेकाल् चेदपि अन्त्यस्य एव स्थाने भवति इदं सूत्रम् अनेकाल् चित् सर्वस्य इति सूत्रस्य अपवादः अनेकाल् चित् सर्वस्य तु अलोन्त्यस्य इत्यस्य अपवादः ङकार इत् यस्य सः ङित् बहुव्रीहि ङित् प्रथमान्तं च अव्ययपदं द्विपदमिदं सूत्रम् अलोन्त्यस्य इत्यस्मात् अलः अन्त्यस्य अनयोः अनुवृत्तिः स्थानेन्द्रतमः इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं ङित् च अन्त्यस्य अलः स्थाने इति ङित् ङित्य इति सूत्रं वदति ङित् अपि चेत् अन्त्यस्य अलः स्थाने एव भवति इति सूत्रं वदति अनेकाल् चेत् अपि इति च इति पदं सूचयति वा च इति पदं अनेकाल् चेदपि अनेकाल् चेदपि इति च इति किन्तु अनेकाल् इति अलोन्त्यस्य इत्यस्य अनन्तरमस्ति खलु इदं सूत्रम् हा अलोन्त्यस्य सूत्रमस्ति तत् अनन्तरमस्ति अनेकाञ्चित् सर्वस्य ङिच्च तदनन्तरम् अनेकाञ्चित् सर्वस्य सूत्रसङ्ख्या का अलोन्त्यस्य इत्यस्य अलोन्त्यस्य इति 1.452 53 ङ्यच्च तदनन्तरम् अनेकाञ्चित् सर्वस्य 54 55 तर्हि चकारग्रहणेन अनेकाल्त्वं कथं ज्ञायते? यतोहि अने निच इति सूत्रस्य अनन्तरमेव अनेकाल्चित् सर्वस्य इति सूत्रमस्ति, अतः चकारग्रहणेन अनेकाल्त्वं कथं ज्ञायते? अन्त्यग्रहणमेव अन्तादेशः. चकारग्रहणेन अन्तादेशः स्वीक्रियते अलोन्त्यस्य इत्यस्मात् शब्दात् अन्तादेशः स्वीक्रियते अत्र. परन्तु इदानीमपि प्रश्नः उदेति, अलोन्त्यस्य इत्यनेन अन्तादेशः उक्तः, पुनः निच्च इत्यनेन अन्तादेशः किमर्थं वक्तव्यम् इति प्रश्नः उदेति खलु. किन्तु तत्र कथम् अनेकाल् चेदपि इति कथम् अर्थम् आयाति इति एव तत्र चिन्तनीयं. तत्र साक्षात् तत्र सूत्रात् अनुवृत्तिः नास्ति, परन्तु फलितार्थः तथा अस्ति. फलितार्थः तथा अस्ति यतोहि तत्र एतत् कथं ज्ञायते इति चेत् वृत्तौ तादृशं तत्र सर्वं दृष्ट्वा वृत्तौ एतादृशम् उच्यते. अनेकाल् चेदपि इत्युक्ते यत्र यत्र आदेशे अनेके वर्णाः सन्ति तत्र एव नित्वमपि अस्ति आदेशे. इत्युक्ते अष्टाध्याय्यां तादृशसन्दर्भः नास्ति यत्र एकाल्त्वम् अस्ति तस्य नित्वमपि अस्ति इति, तादृशसन्दर्भः कुत्रापि नास्ति. सर्वत्र यत्र यत्र नित्वम् अस्ति आदेशे तत्र सर्वत्र अनेकाल्त्वम् अपि अस्ति इति कृत्वा अत्र उक्तमस्ति नित्तादेशः अनेकाल् चेदपि इति उक्तम्. परन्तु सूत्रे यः चकारः अस्ति तस्य तु अनेकाल्त्वस्य सूचनार्थं नास्ति, तत्र अन्तादेशस्य सूचनार्थमेव चकारग्रहणं. तत् वस्तुतः अनेकाल्चित् सर्वस्य इति अनन्तरं निच्च इति भवति चेत् अनेकाल्चित् अनेकाल् इति अनुवृत्तिरूपं भवितुम् अर्हति. किन्तु तत्र अल अन्त्यस्य एवम् अलः स्थाने इत्यादीनाम् अनुवृत्ति स्वीकृत्य अलोन्त्यस्य सूत्रस्य अनन्तरं पाणिनिना स्थापितम्. इदानीं तत् कथं जानीमः अनेकाल्त्वम् अस्ति इति चेत् सर्वाणि सूत्राणि अष्टाध्यायानि यानि सन्ति तेषां परिशीलनं यदा वयं कुर्मः तदा वयं ज्ञातुं शक्नुमः यत्र यत्र नित्वम् आदेशे अस्ति तत्र सर्वत्र अनेकाल्त्वमपि अस्ति इति परिशीलनेन वयं ज्ञातुं शक्नुमः. अस्तु, यदा अनुवृत्ति तस्य विपरीतरूपम् एकं पदमस्ति न, यदा अनुवृत्ति परसूत्रं प्रति गच्छति अपकर्षरूपेण स्वीकृतं. चर्चा नास्ति वृत्तौ, अपकर्षरूपेण चर्चा नास्ति. परन्तु यथा भवान् वदति तथापि वयं चिन्तयितुं शक्नुमः अपकर्षः अत्र आवश्यकः इति. समीचीनं, तर्हि वंसि भगिनी अग्रे. आं भगिनि, तत्र सूत्रं समाप्तं वा? अग्रे उदाहरणं पठनीयं वा? उदाहरणं रीगतौ. अस्तु, रीगतौ रीयोगः श श तदनन्तरं रीयोगः अ अचिष्णु धातु ध्रुवां युवोरियङ्गौ इत्यनेन अचि इति इयङ् आदेशः, रेपः योगः इय योगः अ रिया इति अङ्गं, रिया योगः इति रियति. तत्र रि इति धातु रूपि अङ्गमस्ति, रि गतौ इति अर्थौ अर्थे अस्ति. रि इत्यस्य रि योगः श शकारः अपि च अकारः अस्ति, तत्र श इति दुदादिभ्यः श इत्यनेन शकारः भवति. तत्र वि योगः तत्र शकारः संज्ञा भूत्वा अ अवशिष्यते. तत्र अपित् अस्ति, अतः तत्र अपित् यदा अस्ति तत्र तु सार्वधातुकार्थधातुकयोः इत्यस्य प्रसक्तिः नास्ति, अपि च तत्र अचि परे इकाररूपी धातु प्रसक्तिः नास्ति इति न वक्तव्यं. सार्वधातुकार्थधातुकयोः इत्यस्य प्रसक्तिः नास्ति वा? प्रवृत्तिः नास्ति तत्र अपित् इति. किमस्ति भगिनि? सार्वधातुकम् अपि इत्यनेन नित्वत् भवति, तदनन्तरं निति च इत्यनेन गुणनिषेधः भवति. यतोहि तत्र निषेधः इति वक्तव्यं चेत् तदानीं प्रथमतया किं भवेत् तत्र? अनित्वत् भवति, तत्र तु सार्वधातुक अपित् अस्ति. अतः तत् इदानीम् अहं वदामि, चोरः धनस्य अपहरणं करोति इति अहं वदामि, तदानीं किम् अपेक्षितं प्रथमतया? धनम् अपेक्षितं खलु. धनम् अस्ति चेदेव तस्य अपहरणं शक्यते. एवमेव अत्र गुणस्य विधानम् अस्ति चेदेव निषेधः शक्यते खलु. समीचीनं तत्र तत्र सारधातुक आर्धधातुकयोः इत्यनेन गुणस्य विधानम् अस्ति गुणकार्यं भवितुम् अर्हति परन्तु तत्र निषेधः कृतः इति कृत्वा तत्र कार्यं न भवति अतः अत्र सारधातुकार्धधातुकयोः इत्यस्य प्रसक्तिः नास्ति इति न वक्तव्यम् अस्तु अवगतं भगिनि समीचीनं तत्र चिन्तनमेव नास्ति यतोहि तत्र पित्वम् अस्ति अपि च तत्र अपि सार्धधातुक आर्धधातुकयोः इति अनेन कार्यं न भवति भवति तत्र रि धातुरूपी अङ्गमस्ति अतः तत्र रि इत्यस्मिन् इकारस्य स्थाने इयङ् इति आदेशः भवति इयङ् इति नित् अस्ति नकार इत्संज्ञा भूत्वा नित् अस्ति अतः तत्र निच्छा इति सूत्रेण अन्त्यादेशः भवति रकारः रेपः अपि च इकारस्य स्थाने इय इति आदेशः भवति न निश्चय इत्यनेन अन्त्यादेशः भवति इकारस्य स्थाने इय यतोहि तत्र नित् अस्ति इयङ् इति अस्ति अतः तत्र इकारस्य स्थाने इय इति आदेशः भवति अतः तत्र रेपः इय योगः रिय इति अन्तिमम् अङ्गं भवति रियायोगः इति रियति इति भवति समीचीनं समीचीनम् धन्यवादः भगिनि इदानीम् अग्रे अत्र कोऽपि प्रश्नः अस्ति वा री धातुः तत्र प्रथमतया अचिष्णु धातु ब्रुवाम् इत्यस्य प्रसङ्गः अस्ति यतोहि री इत्यस्य धातुसंज्ञा अस्ति अङ्गसंज्ञा अस्ति अनन्तरम् अचि प्रत्ययः परः अस्ति इति कृत्वा री इत्यत्र अत्र इयङ् इति आदेशः अनेकाल् अस्ति प्रथमतया अलोन्त्यस्य इति सूत्रेण री इत्यत्र रेप उत्तरवर्ति इकारस्य स्थाने इयङ् आदेशः स्यात् परन्तु इयङ् आदेशः अनेकाल् इति कृत्वा अनेकाल्षित् सर्वस्य इत्यनेन सर्वादेशः स्यात् री इत्यस्य सम्पूर्णस्य स्थाने इयङ् आदेशः स्यात् परन्तु तत् सूत्रमपि प्रबाद्य निच्च इति सूत्रेण री इत्यत्र अन्तिम इकारस्य पुनः अन्तादेशः अतः री इत्यत्र रेप उत्तरवर्ति इकारस्य स्थाने इयङ् आदेशः भवति इयङ् इत्यत्र मकारस्य इत्संज्ञा यकार उत्तरवर्ति अकारः उच्चारणार्थः अतः इय इति आदेशः अतः रियति इति रूपम् अस्तु उषा भगिनी अग्रे आं भगिनि तुदादिगणे चत्वारः इकारान्तदातवः सन्ति रिगतौ पि गतौ धि गतौ क्षि गतौ सर्वेषाम् अर्थः गच्छति अपि च सर्वेषां कार्यं रि यथावत् अतः रियति पियति धियति क्षीयति अस्तु भगिनि वयं पठितवन्तः रिगतौ इति धातुः तुदादिगणे चत्वारः इकारान्तदातवः रि पि धि क्षि इति धातोः धातवः रि पि धि क्षि इति धातवः सर्वेषाम् अर्थः सर्वेषां धातूनाम् अर्थः गच्छति एव सर्वेषां कार्यं रि यथावत् रि इत्यस्य स्थाने इकारस्य स्थाने यङ् आदेशः भवति अचिष्णु धातु ब्रुवाम् इवोरियङ् उवङ्गौ इत्यनेन अन्तिम रि रकार रेप इकारस्य स्थाने इकारस्य स्थाने यङ् आदेशः भवति इकार यकारः रियति इति रूपं भवति एवमेव पियति धियति क्षियति समीचीनं धन्यवादः भगिनि इदानीं शुभदा भगिनी अत्र वदतु रियोगः ष इत्यत्र केषां केषां सूत्राणां प्रसङ्गः अस्ति तत्र बलाबलचिन्तनं किम् इति वदतु रि इति तुदादिगणीयधातुः तस्य विकरणप्रत्ययः श इति श इति श इति श इत्यस्मात् अनुबन्धलोपे षकारस्य इत्संज्ञा भवति अतः श इति षित् प्रत्ययः तिंशित् सार्वधातुकम् इत्यनेन श इत्यस्य सार्वधातुकसंज्ञा भवति अतः सार्वधातुकार्धधातुकयोः इत्यनेन इगन्तस्य अङ्गस्य गुणः सम्भवति, परन्तु अत्र श इति प्रत्ययः षित् अस्ति परन्तु पित् नास्ति इति कृत्वा सार्वधातुकम् अपित्, तत्र श इति सार्वधातुकं तु अस्ति, सार्वधातुकप्रत्ययः तु अस्ति, परन्तु अपित् अस्ति इति कृत्वा सार्वधातुकमपित् इत्यनेन तत्र ङित्वत् व्यवहरति. ङित्वत् अस्ति इति कृत्वा ङिति च किङिति च इति सूत्रेण तत्र गुणस्य निषेधः भवति. अतः यः सार्वधातुक यः गुणः सार्वधातुक अर्धधातुकयोः इत्यनेन सम्भवः आसीत् तस्य निषेधः किङिति च इति सूत्रेण भवति. अतः तत्र रि योगः श अत्र गुणः न सम्भवति. तावदेव भवति. अपि च तत्र गुणः न सम्भवति. अपि च अन्यानि सूत्राणि? हा आमाम्, अन्यानि सूत्राणि इत्युक्ते अन्यानि तत्र रि योगः श अत्र गुणः तु न सम्भवति, परन्तु इको यणचि इत्यनेन इकारस्य स्थाने यण आदेशः भवति भवेत्, परन्तु तत्तु वर्णकार्यमस्ति इति चिन्तनं समीचीनं वा? समीचीनं समीचीनं. हा वर्णकार्यमस्ति, अत्र अतिष्णुधातु ब्रुवामिति अङ्गकार्यमस्ति. अतः वर्णपरिभाषा का अस्ति तत्र? वर्णादाङ्गं बलीयः इति सूत्रे इति सूत्रेण परिभाषया वर्णकार्यस्य अपेक्षया अङ्गकार्यम् अधिकं बलीयान् इति कृत्वा तत्र वर्णकार्यस्य प्रसक्तिः अस्ति. वर्णकार्यम् इत्युक्ते अचिष्णुभ्रुवां धातु अचिष्णुधातु भ्रुवां युवोरि अङ्गुवङ्गौ इत्यनेन अचिपरे इयङ् आदेशः भवति. अचिपरे इत्युक्ते श इत्यस्मात् अ इति अवशिष्यते. अतः तत् कदा भवति चेत् इगन्तधातुः अस्ति, तस्मात् परं यदा गुणस्य प्रसक्तिः नास्ति, गुणस्य प्रसङ्गः नास्ति, गुणस्य बाधा अस्ति, तदा अचिष्णुधातु ब्रुवां युवोरि अङ्गुवङ्गौ इत्यनेन रि इत्यस्य रेफोत्तरवर्ति इकारस्य स्थाने इयङ् आदेशः भवति. इयङ् इति अग्रे वदामि वा भगिनी? तत्सर्वं सर्वम् उक्तं, तत्सर्वम् उक्तं, समीचीनं यद् भवत्या उक्तं तत् समीचीनम्. इत्युक्ते तत्र सर्वधातुकार्धधातुकयोः इत्यस्य इति सूत्रं बाधितम् अस्ति, इको एणचि इति सूत्रमपि बाधितमस्ति, यतोहि वर्णकार्यम्. अतः अन्ततो गत्वा अचिष्णुधातु ब्रुवाम् इत्येव भवति. भवत्या अत्र अङ्गकार्यं बलीयान् इति उक्तं, तत् समीचीनं वा? बलवत् बलवत् इति वक्तुं शक्यते, नो चेत् बलीयः बलीयः. यथा वंसी भगिन्या उक्तं, तत्र बलीयः इत्यस्य प्रातिपदिकं किम्? इयसून् प्रत्ययः. तत्र रूपाणि कथं भवन्ति प्रथमः वक्तु? बलियान् न न न इदानीं नपुंसकलिङ्गे पृच्छन्ति अस्मि खलु. बलवत् इति प्रातिपदिकम्. न न न न बलीयः इति रूपम् उक्तं खलु भगिन्या? इति एवम् अस्ति. तत्र प्रायः सर्वत्र सर्वेषां भ्रमः भवति, अत्र बलियान् इति वदन्ति अथवा बलियसी इति वदामः, किमपि वदामः, अतः अत्र स्पष्टतया ज्ञातव्यम् अत्र लिङ्गं. बलियान् इति पुंलिङ्गे भगिनि, पुल्लिङ्गे, सत्यं. तस्य प्रातिपदिकं किं भगिनि बलीयान् इत्यस्य बलीयान् इत्यत्रापि सकारान्तप्रातिपदिकमेव बलीयस्यैव बलीयस् इत्येव प्रातिपदिकं तत्र विद्वत् विद्वान् ततः तद्वत् सत्यं विद्वत् अस्तु विद्वत् विद्वान् स्त्रीलिङ्गे किमस्ति न बलीयसी बलीयसी बलीयस्यौ बलीयस्यः इति अस्ति नदीवत् अस्तु प्रत्ययः ईयस्सून् इति अस्ति दीर्घ इकारः ईयस् ईयस् इति अवशिष्यते अस्तु अस्तु तर्हि अत्र स्थगयामः अग्रे ऊकारान्तदातवः एवमेव भवन्ति न कोऽपि विशेषः अत्र यथा ईकारान्तः तथैव अत्रापि अतः झटिति गन्तुं शक्नुमः भगिनि कश्चन प्रश्नः अत्र एकालस्य आदेशः एकालस्य वा अनेकालस्य वा इति चिन्तनसमये इदानीम् इयम् इति अस्ति चेत् अकारः विहाय ङित् विहाय इया इति अस्ति तत्रापि अकारः उच्चारणार्थं केवलम् इ इत्यस्य एव अनेकाल् इति वदामः खलु सत्यं तत्र वस्तुतः परिभाषा अस्ति अत्र पूर्वम् अस्माभिः एकवारं दृष्टम् इति चिन्तयामि नानुबन्धकृतम् अनेकाल्त्वम् इति दृष्टं खलु परिभाषा सत्यं सत्यं शुनकः पृच्छः गच्छति अपि तत् नास्ति न तद् नास्ति नानुबन्धकृतः अनेकाल्त्वम् इत्युक्ते तत्र अनेकाल्त्वम् इति दर्शनार्थम् इत्सञ्ज्ञकवर्णानां निष्कासनं प्रथमतया करणीयम् क्षम्यतां तदनन्तरमेव अनेकाल्त्वम् अस्ति वा इति द्रष्टव्यम् अतः इदानीं तत्र इत्युक्ते सर्वदा तत्र अस्माकम् अष्टाध्यायं किं चिन्तनीयम् इति चेत् अत्र समीचीनः समीचीनम् उदाहरणं किम् इति चेत् इफ् यु नीड् टु ईट् अ बनाना यु नीड् टु रिमूव् द स्किन् सर्वदा अतः किमपि कार्यं करणीयं चेत् सर्वदा तत्र निष्कासनं भवेत् एव इत्सञ्ज्ञकवर्णानां निष्कासनं सर्वदा भवेत् धन्यवादः भगिनि अस्तु तर्हि धन्यवादः नमस्कारः धन्यवादः भगिनि धन्यवादः भगिनि नमस्कारः धन्यवादः नमस्कारः